विष्णुगुरुदेवो महेश्वरगुरुसाक्षात्परब्रह्म तस्मै श्रीगुरवे नमः। सर्वेभ्यो नमः, सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति तत्र गुणे, तत्र गुणानां लक्षणानां तत्र चर्चा प्रवर्तमाना अस्ति। किन्तु तत्र इदानीं तत्र एक तत्र सङ्ख्या इति गुणस्य लक्षणम् अग्रे भविष्यति। तत्र सङ्ख्या इति गुणेषु अन्यतमः गुणः अस्ति। तत्र एकं रूपम् इति तत्र तादृशप्रत्ययः, गुणप्रत्ययः भवति न वा इति गतवर्गे किञ्चित् तस्मिन् विषये काचित् चर्चा जाता। पुनः किञ्चित् वदामि, तदनन्तरम् अग्रे सरामः। तत्र एतावत् वयं दृष्टवन्तः तत्र परम्परासम्बन्धः नाम किम् इति तत्र वयं दृष्टवन्तः। तत्र यद्यपि तत्र शब्दः आकाशे समयसम्बन्धेन अस्ति, किन्तु तत्र वायु अपि तत्र शब्दः, तयोः मध्ये अपि तत्र सम्बन्धः भवति। तत्र शब्दः वायौ अस्ति इति अपि वक्तुं शक्नुमः। तत्र कथं वक्तुं शक्नुमः इत्युक्ते, तत्र वयं किम् उक्तवन्तः, तत्र शब्दः समवायसम्बन्धेन आकाशे वर्तते। तदनन्तरं तत्र आकाशः अपि वायुः, तयोः मध्ये संयोगसम्बन्धः वर्तते। अतः शब्दः समवायसम्बन्धेन पुनः संयोगसम्बन्धेन तत्र वायुः अस्ति। तत्र परपरासम्बन्धः इति उक्तं, तत्र शैली किमर्थमासीत्, तत्र स्वसमवायि संयुक्तत्वरूपसम्बन्धेन इति आसीत्। तर्हि एकवारं पुनस्मरणं कुर्मः एतस्य, तदनन्तरम् अग्रे सरामः। तर्हि तत्र नरसिंहगुरुमहोदय, तत्र शीतस्पर्शः घटे तत्र केन सम्बन्धेन वर्तते? शीतस्पर्शः घटे स्वसमवाय संयुक्तत्वरूपसम्बन्धेन सम्बन्धेन, तत्र रूपमिति वदामश्चेदपि न वदामश्चेदपि चलति। अतः स्वसंयुक्तत्वसम्बन्धेन संयुक्तत्वसम्बन्धेन वर्तते इति अस्ति। हा, समीचीनं महोदय, अस्तु। नीता भगिनी, तत्र गन्धः जले केन सम्बन्धेन वर्तते? गन्धः जले स्वसमवायिसंयुक्तत्वसम्बन्धेन वर्तते, जले वर्तते, समीचीनं भगिनी। हा, शोभा भगिनी, तत्र उष्णस्पर्शः वायौ केन सम्बन्धेन भवति? महोदय, श्रूयते वा इदानीम्? इदानीं श्रूयते भगिनी, पूर्वं न श्रुतम्। उष्णस्पर्शः समवायि संयुक्तत्व, क्षमतां, स्वसमवायि संयुक्तत्वसम्बन्धेन वायौ वर्तते, वायौ वर्तते, समीचीनम्। उषा भगिनी, तत्र गन्धः जले कथं वर्तते? गन्धः जले स्वसमवायि संयुक्तत्वसम्बन्धेन वर्तते। हा, उत्तमं भगिनी, अस्तु। योगेन्द्रमहोदय, इदानीं तत्र शब्दः वायौ, स्वसमवायिसंयुक्तत्वसम्बन्धेन शब्दः वायौ वर्तते। उत्तमं महोदय, अस्तु। अग्रे तत्र मृणालिनी भगिनि, तत्र ज्ञानं शरीरे केन सम्बन्धेन वर्तते? ज्ञानं स्वसमवायिसंयुक्तत्वसम्बन्धेन शरीरे वर्तते, शरीरे वर्तते। हा, समीचीनं। तर्हि आहत्य तत्र अस्माकं शैली कीदृशी इत्युक्ते, तत्र अधोगमनार्थं वयं वदामः स्वसमवायी, तत्र समवायी, तत्र ज्ञानस्य समवायी नाम आश्रयः अस्ति आत्मा। एषः आत्मा संयोगसम्बन्धे अपि तत्र शरीरं तयोः मध्ये संयोगसम्बन्धः अस्ति, अतः तत्र आत्मना संयुक्तत्वम् अस्ति, संयुक्तम् अस्ति शरीरम्, अतः ज्ञानं स्वसमवायि संयुक्तत्वसम्बन्धेन शरीरे वर्तते इति वयं दृष्टवन्तः. तथैव अत्रापि वयं कुर्मः, तत्र एतस्य प्रयोगः अग्रे भविष्यति, यत्र एकं रूपम् इति प्रसङ्गे तत्र किञ्चित् वदामि, किन्तु अग्रे तस्य स्पष्टतया तत्र भवती अपि. हा अस्तु महोदय, भवतः ध्वनिः बहु न्यूनम् अस्ति, मम कृते वा सर्वेषां कृते? एकनिमिषं भगिनि, हा सर्वेषां कृते वा तत्र समीचीनमस्ति महोदय? समीचीनमस्ति महोदय. अस्तु उषा भगिनी, इदानीमपि तत् तथैव अस्ति वा अथवा कथं? बहु न्यूनमेव अस्ति महोदय. अहम् अग्रे गत्वा अहम् आगच्छामि. अस्तु अस्तु भगिनि, अस्तु बहिः गत्वा अहम् आगच्छामि. अस्तु भगिनि, तर्हि तत्र अस्य प्रयोगः कुत्र भवति इति पश्यामः. तत्र प्रश्नः, साक्षात् प्रश्नः अस्ति तत्र, एकं रूपं, तत्र एकमेव रूपं तत्र घटे वर्तते, तत्र घटे घटः नीलरूपं, नीलघटः इति चिन्तयतु, नीलघटः. तर्हि तत्र घटः वर्तते, घटः वर्तते घटे. हा इदानीं सम्यक्तया श्रूयते वा भगिनि? आम् आं महोदय. अस्तु भगिनि, हा पद्मा भगिनी नमस्कारः. नमस्कार. हा इदानीं तत्र घटः अस्ति. नमस्कारः भगिनि. हा घटः अस्ति, घटे रूपमस्ति, नाम रूपम् अस्ति नीलरूपं, नीलरूपम् इति अस्ति घटे. इदानीं वयं वदामः एकं रूपम् अस्ति इति, घटस्य एकं रूपम् अस्ति. तत्र एकम् इति संख्या इति भवति, तत्र एकः अथवा एकम् इति संख्या भवति, संख्या गुणः अस्ति खलु. तत्र सर्वे स्मरन्ति खलु, तत्र पुस्तके तत्र कस्मिन् पुटे, सप्तमे पुटे तत्र गुणानाम् आवलिः दत्ता अस्ति. तत्र कुत्र अस्ति? तत्र हा रूपरसगन्धस्पर्श तदनन्तरं संख्या. एतावत् वयं किं कृतवन्तः? वयं तत्र रूपस्य, रसस्य, गन्धस्य, स्पर्शस्य चर्चां कृतवन्तः. तत्र लक्षणवाक्यं किं, कुत्र कुत्र भवति, केन सम्बन्धेन भवति, शब्दः सर्वदा, तत्र स्पर्शः कुत्र कुत्र भवति, एतत् सर्वं वयं दृष्टवन्तः. इदानीं क्रमशः संख्या इति अग्रिमगुणः. तत्र संख्या इति एकः नाम एकत्वम् इति भवति संख्या इति. तर्हि तत्र एकः रूपम्, एकं रूपम् इति यदि वदामः तर्हि एकत्वम् इति रूपे भवति, एकत्वम् इति रूपे भवति. यतोहि एकः एकं रूपम् इत्युक्ते एकत्वं रूपे भवति, किन्तु एकत्वम् इति संख्या भवति, संख्या अपि गुणः अस्ति, रूपमपि गुणः अस्ति. तर्हि तत्र समस्या अस्ति वा? अत्र किं चिन्तनम्? एकत्वम् इति रूपे भवति, समस्या अस्ति द्रव्ये, गुणद्रव्ये भवति, परन्तु अत्र गुणगुणे इति. हा इति समस्या, समीचीनं महोदय. तत्र एकत्वमपि गुणः अस्ति, संख्या इति गुणः अस्ति, रूपमपि गुणः अस्ति. एकः गुणः अन्यस्मिन् गुणे भवितुम् अर्हति न वा इति प्रश्ने सति पश्यतु, तत्र पुस्तके आरम्भे एव दत्तमस्ति, तत्र कुत्र कुत्र गुणः भवितुम् अर्हति, गुणस्य आश्रयः सर्वदा द्रव्यम् एव. तत्र गुणः अन्यस्मिन् पदार्थेषु न भवति इति प्राग् उक्तमेव. तत्र अष्टमे पुटे तत्र कुत्र कुत्र गुणः वर्तते इति दर्शितमस्ति. तत्र गुणः द्रव्ये भवितुम् अर्हति, किन्तु अन्यत्र नाम गुणः गुणे न भवितुम् अर्हति, गुणः कर्मणि न भवितुम् अर्हति, सामान्ये न भवितुम् अर्हति, विशेषे न भवितुम् अर्हति, समवाये वा अभावेन वा गुणः न भवितुम् अर्हति. किन्तु अत्र गुणः अन्यस्मिन् गुणे अस्ति, एतत् कथम् इति प्रश्ने सति. तत्र उत्तरम् अग्रे भवति. तत्र एकत्वं कथं रूपे भवति इति तत्र वयम् एतादृशः प्रयोगः अग्रे भवति. तेन प्रयोगेन वयम् एकत्वं रूपे अपि भवति इति प्रदर्शयामः. तत्र प्राचीननैयायिकानां मते तत्र गुणः अन्यस्मिन् गुणे न भवितुम् अर्हति, किन्तु नवीन नैयायिकाः ये सन्ति तेषां मते तु तत्र भवितुम् अर्हति, तत्र एकत्वं रूपे भवति इति तेषां मतमस्ति. अथ तत्र एषः प्रश्नः, महान् प्रश्नः, तत्र गुणः गुणि भवितुम् अर्हति वा इति. नाम गुणः अन्यस्य गुणस्य आश्रयः गुणि भवितुम् अर्हति वा. गुणि नाम यस्य आश्रयः गुणि, यस्मिन् गुणः वर्तते सः गुणि खलु. तत्र गुणः गुणि भवितुम् अर्हति वा इति प्रश्नः इति द्रक्ष्यामः. अस्तु तर्हि इदानीं पुस्तकं पठामः, अनन्तरम् एषः प्रश्नः अपि आगच्छति. अस्तु तर्हि आदौ तत्र अस्तु नरसिंहग्रे महोदय, तत्र भवान् एव आरम्भं करोति वा सूक्तिललन्तिका इति? आम्, सूक्तिललन्तिका. गुणोऽपि जायमानः गुणप्रत्ययः समर्थनीयः, तथा हि अस्ति समवायिकारणम् असमवायिकारणं निमित्तकारणम् इति कश्चित् कारणविभागः वक्ष्यमाणः. उत्पद्यमानं कार्यं यत्र समवायसम्बन्धेन उत्पद्यते तत् समवायिकारणं, यथा घटः कपाले समवायेन उत्पद्यते अवयविनोः समवायात्. रूपं घटे समवायेन उत्पद्यते, गुणगुणिनोः समवायात्. किन्तु कन्दुके क्षम्यतां, क्रिया कन्दुके समवायेन उत्पद्यते, क्रिया क्रियावतोः समवायात्. एवम् इतरेषां जन्मद्रव्यगुणकर्मणां बोध्यम्. अत्र समवायसम्बन्धः केषां केषां मध्ये भवति इति अस्ति. तत्र प्रथमतया कपालघटद्वयोः मध्ये समवायसम्बन्धः भवति, तथा हि अस्ति समवायिकारणम्. अत्र एकं समवायिकारणम् असमवायिकारणं निमित्तकारणम् इति अग्रे वक्ष्यमाणः इति अत्र प्रथमे दत्तमस्ति महोदय. किन्तु अस्मिन् विषये तत्र काचित् चर्चा पूर्वमपि तत्र कृतवन्तः, तत्र वयं किञ्चित् परिशीलितवन्तः. तत्र कारणस्य त्रैविध्यं भवति, समवायिकारणम् असमवायिकारणं निमित्तकारणम् इति तत्र विभागः. तदात्मसम्बन्धेन सुस्मिन् स्थित्वा समवायेन कार्यम् उत्पादयति, तदस्ति समवायिकारणं. यत् समवायिकारणेन तस्मिन् स्थित्वा समवायेन कार्यम् उत्पादयति, असमवायिकारणम्. अन्य सर्वे कारणाः निमित्तकारणानि सन्ति इति पूर्वं पठितवन्तः. इदानीं घटनिर्माणकार्यं पश्यामः चेत् उत्पद्यमानं कार्यम् इत्युक्ते घटं तत्र समवायसम्बन्धेन उत्पद्यते समवायिकारणं, यथा घटः कपाले समवायेन उत्पद्यते. घटः कपाले वर्तते, कपालसंयोगस्य संयोगेन घटः उत्पद्यते. अतः तत्र घटः कपालौ मध्ये समवायसम्बन्धः अस्ति, अतः तत्र दत्तमस्ति घटः कपाले समवायेन उत्पद्यते इति. तर्हि किं भवति इत्युक्ते पूर्वं वयं पठितवन्तः पञ्चषु स्थलेषु समवायिकारणं भवति. तत्र गुणगुणिनोः क्रियाक्रियावतोः जातिनिश्चितद्रव्ये भो तादृशम् अत्र घटकपाल पश्यामः चेत् अवयव अवयविनोः मध्ये समवायसम्बन्धः भवति घटः समीचीनमेव किन्तु तत्र तत्र शीघ्रं मास्तु तर्हि तत्र तत्र घटः कपालः तत्र घटं प्रति कपालः कारणम् इति जानीमः तर्हि तत्र कार्यकारणभावः इति अपि गतवर्गे अपि तस्मात् प्राकपि दृष्टवन्तः किन्तु तत्र निकषत्रयं वर्तते नाम तत्र निकषत्रयं किम् अस्ति कथं कारणं कार्याधिकरणे कार्याधिकरणे भवेत् सर्वदा भवेत् कार्योत्पत्तेः पूर्वक्षणं भवेत् पूर्वस्मिन् क्षणे भवेत् हा समीचीनं तर्हि तत्र अत्र कारणं किम् अस्ति अत्र कारणमस्ति कपालः कार्यमस्ति घटः घटः अधिकरणं किम् अस्ति कपालः एव अधिकरणं हा अस्तु तर्हि तत्र निकष प्रथमनिकषः कः कार्याधिकरणे भवेत् हा तर्हि घटस्य घटः इति कार्यं तस्य अधिकरणमस्ति कपालः तर्हि कपालः अपि कारणमिति वक्तुम् इच्छामः तर्हि कपालः अधिकरणे कपाले भवेत् केन सम्बन्धेन वर्तते कपालः अधिकरणे तादात्म्यसम्बन्धेन वर्तते समीचीनं हा इदानीं द्वितीयनिकषः अस्ति तेन कार्याधिकरणे सर्वदा भवेत् हा सर्वदा इत्युक्ते किम् अत्र अत्र सर्वदा इत्युक्ते यत्र यत्र घटः भवति तत्र तत्र कपालः भवेत् सर्वदा नाम यत्र यत्र नाम घटस्य निर्माणात् प्राक् सर्वदा इत्युक्ते तत्र पूर्वसर्वकालं तत्र अस्ति इति नास्ति यत्र यत्र घटस्य उत्पत्तिः भवति तत्र तत्र एषः एतत् कारणं भवेत् इति हा नाम कपालः अधिकरणे भवेत् इति समीचीनं महोदय हा अपि द्वितीयः निकषः उक्तः तृतीयनिकषः अस्ति कार्योत्पत्तेः पूर्वक्षणे भवति इत्युक्ते घटोत्पत्तेः पूर्वक्षणे कपालः भवेत् कपालः अधिकरणे भवेत् इति अस्तु समीचीनं महोदय हा अतः तत्र अपि अत्र घटः समवायेन कपाले वर्तते इति कृत्वा वयं कपालः घटस्य समवायी कारणम् इति उक्तवन्तः समीचीनं हा घटः कपाले समवायेन उत्पद्यते हा अस्तु इदानीं अवयवनोः समवायात् तत्र अत्र अवयवी इति घटः अस्ति अवयव इति कपालः अस्ति हा समीचीनं महोदय हा तत्र समवायात् तत्र अधिकरणं तत्र अवयवी अथवा अवयवः तत्र किं कार्यं किं कारणं भवति यत्र अवयवी अस्ति अवयवी इति कार्यं भवति अवयवः इति कारणं भवति समीचीनं महोदय तत्र अवयव इति कारणम् अवयवी इति कार्यं भवति हा तयोः मध्ये समवायसम्बन्धः समीचीनं हा अग्रे अग्रे अन्यत् उदाहरणं दत्तमस्ति यथा तत्र रूपं घटे समवायने उत्पद्यते गुणगुणिनोः समवायात् अत्रापि रूपम् इति कार्यं घटः इति कारणं तेन मध्ये समवायसम्बन्धः वर्तते अत्र गुणगुणिनोः समवायः वर्तते इति कृत्वा रूप अनन्तरं घटमध्ये समवायसम्बन्धः वर्तते हा इति अस्ति समीचीनं महोदय हा धन्यवादः हा अस्तु इदानीम् अग्रे तत्र अन्य कोऽपि तत्र समीचीनं महोदय धन्यवादः अस्तु अग्रे तत्र उषा भगिनी अग्रे इदानीं तत्र घटरूपं घटः अपि घटः तत्र कार्यं किं कारणं किम् इति एकवारं वदतु भगिनि तत्र घटरूपम् इति कार्यम् अत्र घटः इति कारणं भवति सो कार्य घटरूपम् अपि च घटः मध्ये समवायसम्बन्धः अस्ति कार्यमपि च कारणस्य कृते अपि च घटः अपि घटः तत्र घटः घटे तादात्म्यसम्बन्धेन वर्तते. हा तत्र वयम् एतत् कथं वदामः इत्युक्ते तत्र घटः स्वस्मिन् स्वस्मिन् तादात्म्यसम्बन्धेन सम्बन्धेन स्थित्वा तत्र घटं घटरूपम् उत्पादयति. तत्र घटः स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा तत्र घटरूपम् उत्पादयति नाम घटरूपं कारयति. तत्र घटरूपं कार्यं घटरूपम् अधिकरणे समवायसम्बन्धेन अस्ति. अधिकरणमेव तत्र कारणम्. अतः तत्र एतत् कारणं समवायि कारणं भवति. तर्हि घटरूपं प्रति घटः कारणम्. अपि तत्र एतत् उदाहरणं स्वीकृत्य गुणगुणिनोः तत्र अत्र एषः तत्र रूपम् इति रूपं रूपम् इति कार्यं गुणः किन्तु गुणगुणिनोः इति अग्रे अस्ति. तर्हि अत्र गुणीकः गुणगुणः कः अत्र अस्मिन् उदाहरणे? ओ अस्मिन् उदाहरणे घटरूपम् इति गुणः गुणः गुणिनः गुणि इति गुणि गुणि इति घटः घटः. तर्हि कः कस्मिन् वर्तते? तयोः मध्ये तत्र समवायसम्बन्धः समवायसम्बन्धः. किन्तु कः कस्मिन् वर्तते? गुणः गुणि गुणः गुणिनि वर्तते. गुणः गुणिनि वर्तते. तर्हि तर्हि गुणि इति तत्र कारणं भवति, समवायिकारणं भवति गुणस्य. गुणि भवति समवायिकारणं गुणस्य. नाम अत्र गुणि अस्ति घटः, घटः भवति घटरूपस्य समवायि कारणम्. गुणि भवति गुणस्य समवायि कारणम्. यतोहि गुणगुणिनोः समवायसम्बन्धः अस्ति वर्तते. अपि तत्र आश्रयः एव कारणमस्ति. आश्रयं विना तत्र गुणः न उत्पद्यते. अतः तत्र आश्रयः कारणं भवति. हा इदानीम् अग्रे तर्हि एतावत् वयं तत्र अवयव अवयविनोः समवायः अस्ति. तत्र समवायिकारणस्य एकविधं दृष्टवन्तः. गुणगुणिनोः समवायः समवायसम्बन्धः अत्रापि समवायिकारणस्य अन्यविधं भवति. अग्रे भवति क्रियाकन्तुके क्रियाकन्तुके समवायेन उत्पद्यते. क्रिया कन्तुके समवायेन उत्पद्यते. क्रिया क्रियावतोः. इदानीम् अस्मिन् उदाहरणे तत्र वदतु तत्र क्रिया कन्दुके समवायेन उत्पद्यते. तत्र एतादृशं चित्रं कुर्मश्चेत् कस्मिन् स्थले किं किं भवेत्? तत्र घटरूपस्थले किं स्थापयामः? रूप इति अत्र कार्यं, क्रिया इति अत्र अत्र क्रिया इति कार्यं क्रिया. अस्तु अत्र क्रिया. अपि च क्रिया कन्दुके समवायेन उत्पद्यते इत्यनेन घटः स्थाने अत्र कन्दुकम् इति भवति. अस्तु समीचीनं. कन्दुकम् अस्तु समीचीनम्. अपि तत्र मध्ये सम्बन्धः तदेव वा? एषः एव सम्बन्धः वा? तादात्म्यम् अत्र अपि तत्र समवायः एव वा? समवायः ये तादात्म्य कन्दुक कन्दुक अपि च कन्दुक तादात्म्यमेव महोदय. तादात्म्यमेव. अपि तत्र क्रिया अपि क्रिया क्रिया क्रियावता क्रियावतोः अपि समवायसम्बन्धः एव. क्रिया कन्दुके समवायसम्बन्ध समवायसम्बन्धेन एव दृश्यते वर्तते. तर्हि कन्दुकं किं भवति? कन्दुकं क्रियायाः समवायि समवायी कारणं कारणं भवति. समीचीनं. अस्तु. तथैव तत्र एतत् उदाहरणं दृष्ट्वा वयम् क्रिया क्रियावतोः समवायात् इति तत्र किं कारणं किं कार्यम् इति उच्यते. क्रिया इति कार्यं क्रियावतः क्रिया वेर् क्रिया टेक्स् प्लेस् तत्र मतु मतु क्रिया क्रियावान् क्रियावान् क्रियावती अथवा क्रियावत् क्रियावत् तत्र कन्दुकम् इति क्रियावत् तत्र क्रियावत् किम् अस्ति क्रियावत् इति कारणम् अस्ति क्रिया इति कार्यम् अस्ति तर्हि क्रियावान् अथवा क्रियावत् अथवा क्रियावती क्रियायाः समवायी कारणं भवति एवं एवम् इतरेषां जन्यद्रव्यगुणकर्म कर्मणा बोध्यम् एवम् इतरेषां जन्य इतरेषाम् अन्येषु जन्यद्रव्यगुणकर्मणां बोध्यम् जन्यद्रव्यगुणकर्मणा द्रव्येण यत् गुणः द्रव्ये यत् गुणः दृश्यते तत् गुणः जन्यद्रव्यगुणकर्मणां बोध्यं कार्यकार्य कारणयोः समवायसम्बन्धः अस्ति इति तथैव अस्ति. अस्तु तत्र अग्रे अन्य कोऽपि तत्र विस्तरेण वदेत् समीचीनं भगिनि. हा तथैव तत्र तथैव अस्ति. अस्तु तत्र अग्रे शोभो भगिनि तत्र इदानीं तत्र एतावत् वयं किं कृतवन्तः वयं तत्र घटः कपालः तत्र अवयव अवयविनोः मध्ये तत्र समवायिकारणभावः तत्र कार्यकारणभावः भवति इति दृष्टवन्तः. तदनन्तरं तत्र मध्ये अपि तथैव इति दृष्टवन्तः समवायिसम्बन्धः तत्रापि समवायिकारणम् इति दृष्टवन्तः. तदनन्तरं क्रिया अपि क्रियावतोः मध्ये तत्रापि समवायसम्बन्धः वर्तते इति कृत्वा क्रियावान् अथवा क्रियावत् किमपि क्रियावान् भवति कारणं क्रियायाः समवायिकारणं भवति इति एव एतावत् दृष्टवन्तः. इदानीम् एवम् इति अन्तिमवाक्यम् एवम् इतरेषां जन्यद्रव्यगुणकर्मणां बोध्यं तथा एव यथा घटस्य उदाहरणे अपि च कन्दुकस्य उदाहरणे क्रिया अपि कन्दुकस्य उदाहरणे तत्र इत्युक्ते घटरूपम् अपि च घटं क्रिया अपि कन्दुकं तयोः उदाहरणे यथा समवायसम्बन्धं सम्बन्धेन किं तत्र इदानीं प्रतिपादितवन्तः तथा एव इतरेषां जन्यद्रव्यगुणकर्मणां बोध्यं जन्यद्रव्य इति दत्तमस्ति तत्र महोदय जन्यद्रव्यगुणकर्मणां बोध्यं कर्मणाम् इति तत्र विभक्ति का अपि वचनं किं तत्र षष्टि भवति गुणकर्मणां षष्टि बहुवचने जन्यद्रव्य एवमेव अन्यत्र अन्यत्रापि यत्र द्रव्यगुणकर्म तेषां विषये अपि एतदेव बोध्यं भवति इति समीचीनम्. इदानीम् एतेषु उदाहरणेषु यत् यत् पठितवन्तः तर्हि तत्र घटः इति प्रथम उदाहरणं तर्हि घटः इति अत्र कुत्र अन्तर्भूतः अस्ति घटः अस्मिन् पदे कुत्र अन्तर्भूतः अस्ति एकक्षणं कुत्र दर्शयति महोदय क्षम्यताम् तत्र अपि तत्र पीतवर्णे यत् अस्ति जन्यद्रव्य अस्तु अस्तु अस्मिन् जन्यद्रव्यगुणकर्मणाम् अस्मिन् तत्र द्रव्यं भवति खलु घटं घटः अपि कीदृशं घटः द्रव्यं जन्यद्रव्यं भवति तर्हि जन्यद्रव्य यतोहि गुणस्य जन्यद्रव्यं भवति तत्र जन्यद्रव्यं नास्ति चेत् तत्र कारणमेव न भवति खलु सत्यं तर्हि तत्र जन्यद्रव्यं तादात्म्यसम्बन्धेन स्वस्मिन् स्थित्वा कारणं अस्तु क्षम्यतां कपालः तारात्म्यसम्बन्धेन स्वस्मिन् स्थित्वा कारणं भवति इति वा तत्र प्रथमे उदाहरणे वा महोदय सत्यं भवति सत्यं भगिनि घटरूपम् इत्यत्र एकनिमिष तत्र जन्यद्रव्यम् इति जन्यद्रव्यं तत्र घटस्य उदाहरणं घटकपालः घटः इति कार्यं घटः इति कार्यं तत् जन्यद्रव्यम् अस्ति कपालः कारणम् अस्ति कपालः अधिकरणम् अस्ति घटस्य समवायसम्बन्धेन कपाले अस्ति कपालः अधिकरणं तर्हि घटः घटस्य समवायिकारणमस्ति कपालः तत्र जन्यद्रव्यं यत्र यत्र भवति तथैव यत्र यथा अत्र अस्ति तथैव यत्र यत्र जन्यद्रव्यम् अस्ति तत्रापि समवायिकारणं ज्ञातुं शक्नुमः अवयव अवयविनोः इति भवति खलु तत्र आम् महोदय तत्र जन्यद्रव्यगुणकर्म इति एकं पदं खलु महोदय कर्मणां कर्म किन्तु तत्र किं भवति भगिनि तत्र जन्यद्रव्यः तदनन्तरं जन्यगुणः तदनन्तरं जन्यकर्म कर्म अस्तु जन्यद्रव्य जन्यगुणः जन्यकर्म इत्युक्ते तत्र जन्यद्रव्य इति एतत् उदाहरणं तदनन्तरं तत्र जन्यगुणः घटरूपं घटे वर्तते घटरूपं घटे वर्तते नाम कपालः घटस्य समवायि कारणम् अस्ति खलु आं सत्यं हा अपि घटरूपं प्रति किम् अस्ति समवायिकारणं समवायिकारणं घटः घटः एव अपि तत्र क्रिया या वर्तते कन्दुके तस्याः समवायिकारणं किम् अस्ति कन्दुकमेव भवति कन्दुकमेव तर्हि तत्र जन्यद्रव्यं यदस्ति तत्र तस्यापि तत्र समवायिकारणं भवति तत्र तस्य अवयवाः एव तत्र समवायिकारणानि भवन्ति जन्यद्रव्यस्य यथा कपालः अस्ति घटस्य कारणं समवायिकारणम् अपि जन्यगुणस्य समवायिकारणम् आश्रयः अस्ति तत्र महोदय जन्यद्रव्य किं तत्र क्रियां जनयति तत्र जन्यद्रव्यम् इति एकविभागः इति चिन्तयतु भगिनि नाम तत्र जन्य इत्युक्ते प्रथमतया जन्य इति त्यक्त्वा वदामः तत्र द्रव्यम् अस्ति गुणः अस्ति कर्म अस्ति गुणः अस्ति कर्म अस्ति द्रव्यस्य उदाहरणम् एतदस्ति खलु द्रव्यस्य द्रव्यस्य समवायिकारणम् अत्र उदाहरणं खलु गुणस्य उदाहरणं घटरूपम् आम् क्रियायाः तत्र कर्मणः उदाहरणं क्रिया इति कन्दुकं कन्दुकं क्रिया तत्र त्रिविध उदाहरणानि यानि दर्शितानि तानि सर्वाणि अत्र सन्ति आम् अत्र केवलं प्राक् किमुक्तं जन्य नाम यस्य यत् अनन्तं नास्ति तस्य एव वयं कारणम् इति प्रष्टुं शक्नुमः खलु नित्यमस्ति चेत् तस्य कारणमेव नास्ति खलु नास्ति अतः जन्य जन्य भवेत् तस्य उत्पत्ति नाशः अपि भवति इति. तत्र उत्पत्तिः नास्ति चेत् तत्र कारणम् इति न प्रष्टुं शक्नुमः. अतः जन्य इति विशेषणं सर्वत्र घटते. जन्यद्रव्यं, जन्यगुणः, जन्यं कर्म, कर्म इति तावदेव. अस्तु महोदय. नाम यत्र यत्र जन्यद्रव्यम् अस्ति तत्र वयं समवायिकारणं किम् इति प्रष्टुं शक्नुमः, अपि ज्ञातुं शक्नुमः. सत्यम्. अवयवी एव, तत्र अवयवः एव समवायिकारणं भवति. यत्र जन्यगुणः अस्ति तत्र समवायिकारणं किं भवति? तत्र द्रव्यमेव भवति. इत्युक्ते अस्मि तत्र घटः अथवा कन्दुकं, कपालः एव कारणानि भवन्ति. अपि च तत्र कर्म इत्युक्ते तत्र केवलं कन्दुकस्य उदाहरणे एव अन्वयति. कर्म तत्र एव अन्वयति. गमनक्रिया सर्वम् उक्तं खलु, कर्मन् क्रिया कुत्र भवति? तत्र तस्य आश्रयः एव, तत्र क्रियाभान् एव तत्र समवायिकारणम् आम् महोदय इति भवति. समीचीनं. समीचीनं महोदय. इदानीं पदं जन्यद्रव्यगुणकर्मणाम् इति अवगतम्. आम्, कर्मणामपि कर्मणामपि बोध्यं. किं बोध्यं? समवायिकारणं बोध्यं, नाम समवायसम्बन्धः तत्र तत्र वर्तते इति कृत्वा इतरेषां गुण तत्र जन्यद्रव्यगुणकर्मणां समवायिकारणमपि बोध्यं, यतोहि तत्र समवायसम्बन्धः वर्तते क्रियाक्रियावतोः गुणगुणिनोः अपि अवयव अवयविनोः मध्ये समवायसम्बन्धः वर्तते. अतः तत्रैव वर्तते इति कृत्वा वयं जानीमः सम्यक्तया समवायिकारणं किं भवति इति. आम्, इत्युक्ते तत्र तन्तवः पटः इति स्वीकुर्मः चेत् तत्र तन्तवः द्रव्यं, तन्तवः एव द्रव्यं भवति तत्र महोदय, खलु? समीचीनं. तन्तव द्रव्यं भवति, अथवा समवायिसम्बन्धेन पटः तन्तुषु वर्तते वर्तते. अपि च तत्र तन्तवः तादात्म्यसम्बन्धेन तन्तुषु तन्तुषु एव वर्तते. अतः तत्र जन्य किं जन्यद्रव्यं तन्तवः क्षम्यतां, सत्यं, जन्य अस्ति खलु, पटु पटव किं तन्तवः जन्यद्रव्यं पटः. अपि च जन्यगुण किं वक्तुं शक्नुमः तत्र महोदय? अतः यत् किमपि गुणः अस्ति पटे तत्र पटरूपम् इति वक्तुं शक्नुमः खलु महोदय? तत्र नीलरूपं यत् किमपि रूपम् अस्ति तस्मिन् तत्र नीलरूपम् अस्ति चेत् तत्र तदेव जन्यगुण द्रव्यजन्य गुणः भवति. अपि च तत्र तु कर्म नास्ति, क्रिया नास्ति, तत्र एकमेकमेव तत्र. नाम जन्यद्रव्यं तस्य समवायिकारणं किं, जन्यगुणः तस्य समवायिकारणं किं, जन्यकर्म कर्म तस्य कर्म कर्मणः समवायिकारणं किम् इति प्रश्नः. अपि उत्तरमपि वयं जानीमः इति उक्तम्. अस्तु, समीचीनं भगिनी. अस्तु, धन्यवादः. अग्रे समीचीनं भगिनी. अग्रे पद्मा भगिनी, अग्रे. तथा च घटस्य रूपस्य क्रियायाः च समवायेन उत्पत्तिः कपालरूपे द्रव्ये, घटरूपद्रव्ये, कन्दुकरूपद्रव्ये द्रव्ये एव च भवति इति सर्वस्यापि कार्यस्य समवायसम्बन्धेन उत्पत्तिः द्रव्ये एव भवति इति आगतम्. वयं पूर्वं पठितवन्तः तत् जन्य गुणः अस्ति चेत् तत्र द्रव्यमेव कारणं भवति इति. अनन्तरं जन्यद्रव्यमस्ति चेत् एकद्रव्य एव तद् कारणं समवायसम्बन्धेन भवति. जन्यक्रिया अस्ति चेत् एकद्रव्ये एव तद् समवायसम्बन्धेन भवति इति वयं दृष्टवन्तः. उदाहरणार्थं गुणः रूपं स्वीकुर्मः चेत् घटस्य रूपं गुणः तत् घटे समवायसम्बन्धेन भवति द्रव्ये. अनन्तरं जन्यद्रव्यं घटः अस्ति तद् जन्यद्रव्यं तद् घट कपाले समवायसम्बन्धेन भवति. कपालः एकद्रव्यं सो द्रव्यं जन्यद्रव्यं द्रव्ये समवायसम्बन्धेन भवति. अनन्तरं जन्यक्रिया तद् अस्ति तद् कन्दुके समवायसम्बन्धेन अस्ति इति वयं दृष्टवन्तः. घटस्य अत्र तथा च घटस्य रूपस्य क्रियायाः च समवायसम्बन्धेन उत्पत्तिः भवति. तद् क्रमेण दत्तवन्तः. घटस्य उत्पत्तिः कपालरूपे द्रव्ये समवायसम्बन्धेन भवति. अनन्तरं रूपस्य उत्पत्तिः तद् द्रव्ये घटरूपद्रव्ये समवायसम्बन्धेन भवति. अनन्तरं क्रियायाः उत्पत्तिः तत्र कन्थुकद्रव्ये समवायसम्बन्धेन भवति इति. अतः तत्र सर्वस्यापि कार्यस्य कार्यस्य यत्र यत्र उत्पत्तिः अस्ति तत्र समवायसम्बन्धेन एव तद् कारणेन भवति इति. जनकस्य हा तर्हि तत्र अन्तिमभागः तत्र सर्वस्यापि कार्यस्य इति तत्र सर्वस्य अपि कार्यस्य इत्युक्ते यत्र यत्र उत्पत्तिः अस्ति तदेव कार्य तत्र एव कार्यं भवति. सो सर्वस्य कार्यस्य समवायसम्बन्धेन एव तत्र जनकेन तद् उत्पत्तिः भवति खलु. तद् जन्यजनकयोः तत्र समवायसम्बन्धः भवति. किन्तु तत्र एकवारम् एतत् वाक्यं पठतु भगिनि. सर्वस्यापि इति सर्वस्यापि कार्यस्य समवायसम्बन्धेन उत्पत्तिः द्रव्ये एव भवति इति आगतम्. तर्हि किम् आगतम्? द्रव्ये एव उत्पत्तिः द्रव्ये एव द्रव्यमेव जनकः भवति तत्र एव समवायसम्बन्धेन भवति. सर्वस्यापि कार्यं नत्र नाम वयम् अत्र विषयः मूलविषयः कः कार्यकारणीय कार्यकारणभावः कुत्रापि वर्तते. कार्यमस्ति कारणमस्ति तत्र समवायिकारणं किम् इति प्रश्नः तत्र वयम् उदाहरणानि दृष्टवन्तः. तत्र घटः इति कार्यमस्ति चेत् कपालः इति कारणं भवति समवायिकारणं भवति. तयोः समवायसम्बन्धः सम्बन्धः वर्तते. जन्यः गुणः चेत् घटरूपं तद् गुणः चेत् घटः कारणं भवति. तयोः समवायसम्बन्धः भवति अपि क्रिया. अनन्तरं क्रियायाः उदाहरणमस्ति तत्र क्रिया कन्दुके भवति. क्रिया जन्यः अस्ति कन्दुकं जनकः जनकमस्ति. तयोः मध्ये अपि समवायसम्बन्धः अस्ति. कन्दुकमपि द्रव्यं द्रव्य क्रियाद्रव्ययोः गुणद्रव्ययोः समवायसम्बन्धः भवति. अतः किं भवति द्रव्ये एव भवति इति आगतं नाम सर्वत्र सर्वस्य कार्यस्य अपि समवायिकारणं सर्वदा कीदृशः पदार्थः भवति? द्रव्यमेव भवति. समवायिकारणं तत्र अन्यः तत्र द्रव्यं विहाय अन्यत् किमपि न भवितुम् अर्हति. द्रव्यमेव सर्वदा समवायिकारणं भवेत् इति आगतं खलु सर्वस्यापि कार्यस्य समवायसम्बन्धेन उत्पत्तिः यत्र उत्पत्तिः अस्ति तत्र कार्यं भवति. कार्यस्य तत्र जनकः अस्ति तद् द्रव्यमेव भवति. यत्र यत्र कार्यस्य समवायसम्बन्धेन उत्पत्तिः भवति तद् केवलं द्रव्ये, अतः एव द्रव्ये एव भवति इति आगतम्. समीचीनं खलु? तर्हि तत्र द्रव्यमेव समवायिकारणं भवितुम् अर्हति. अन्यत् अन्यः पदार्थः समवायिकारणं कदापि न भवति. समीचीनं भगिनि, हा धन्यवादः. अस्तु अग्रे नीता भगिनि, अग्रे तत्र कार्यकारणभावविचारे कार्यकारणयोः समानाधिकरण्यं समाधिकरण्यम् आवश्यकम् इति प्रागेव निरूपितम्. तादृशसामानाधिकरण्यवर्णनाय तादात्म्यरूपसम्बन्धः अपि पृष्ठक्रमाङ्क 30 साधितः. तथा च कपालः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन घटः उत्पादयति. घटः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन रूपम् उत्पादयति. तथैव कन्दुकः अपि यां क्रियां जनयति. इदञ्च कपालघटादि यत् स्वस्मिन् तादात्म्येन सम्बन्धेन स्थित्वा समवायेन कार्यं जनयति तत् समवायिकारणम् इति उच्यते. तत्र कार्यकारणभावविचारे कार्यकारणयोः सामानाधिकरण्यम् आवश्यकम् इति प्राक् एव निरूपितम्. यत्र यानि उदाहरणानि वयं दृष्टवन्तः, प्रथमे तु घटस्य उदाहरणं, तत् घटः इति कार्यम् अथवा जन्यद्रव्यं समवायिसम्बन्धेन कपाल इति कारणे वर्तते. एवं तत्र द्वितीय अंशस्य तादात्म्यसम्बन्धविषये तत्र कपालः स्वस्मिन् एकनिमिषः भगिनि, तत्र वाक्यस्य अर्थः कः? प्रथमवाक्यस्य अर्थः कः? कार्यकारणभावविचारे यदा वयं कार्यकारणभावस्य विचार कुर्मः चेत् कार्यकारणयोः सामानाधिकरण्यम् आवश्यकम्. तत्र कार्य तथा तत्र कार्यस्य तथैव कारणस्य सामानाधिकरणम् आवश्यकम् इति दत्तमस्ति. तत्र सामानाधिकरण्यं नाम तत्र उदाहरणं यथा घटः समवायेन कार्यं, घटः इति कार्यं यदि वयं चिन्तयामः चेत् तस्य कारणं कपालः इति वर्तते. तत् कार्यकारणयोः अधिकरणं समान एव भवेत्. अधिकरणं समानं एव भवेत्. तत्र अधिकरणं समानं नास्ति चेत् तत्र कारणम् इति न स्वीकर्तुं शक्नुमः. तत्र अधिकरणं भिन्नं वर्तते, तत् कपालः कारणं न भवति. तथैव घटः अपि तत्र नरसिंहहेग्डे महोदय अस्माकं स्मारितवान् नाम तत्र कार्यस्य अधिकरणे कारणं स्यात् सर्वदा भवेत्. अधिकरणे भवेत् सर्वदा भवेत्, कार्योत्पत्ते पूर्वक्षणे क्षणे अपि अधिकरणे भवेत् इति. अतः एव सामानाधिकरण्यम् अपेक्षितमस्ति, आवश्यकमस्ति. इदानीम् अग्रे समीचीनं भगिनि, तादृशसामानाधिकरण्यवर्णनाय तादात्म्यरूपः सम्बन्धः अपि साधितः. तत्र पृष्ठक्रमाङ्क 30 पुटे तत्र किं कृतवन्तः नाम तत्र घटस्य उदाहरणमेव स्वीकरोतु. तत्र किं तत्र स्थितिः का? तत्र घटः अस्ति, कपालः अस्ति. कपालः घटं प्रति कारणम् अस्ति वा? कपालः घटं प्रति कारणम् अस्ति. कपालः घटं प्रति कारणम् अस्ति. तत् कपालः तर्हि घटस्य अधिकरणं किम् अस्ति? घटस्य अधिकरणं कपालः इति वर्तते. कपालः इति वर्तते. तर्हि घटः कपाले केन सम्बन्धेन वर्तते? समवायसम्बन्धेन वर्तते. इदानीं कपालः कपाले केन सम्बन्धेन वर्तते? कपालः कपाले स्वस्मिन् एव स्थित्वा तादात्म्यसम्बन्धेन एव वर्तते. अतः तत्र वयं यः कोऽपि पदार्थः स्वस्मिन् केन सम्बन्धेन अस्ति इति वक्तुं तत्र अत्र कपालः स्वस्मिन् अस्ति इति वक्तुम् इच्छामः. यतोहि तादृशवर्णनं नास्ति चेत् वयं न वर्णितुं शक्नुमः तत्र घटकपालयोः सामानादिकरण्यम् अस्ति इति, खलु? आम् आम्. तत्र कपालः कारणं, घटः कार्यम्, अधिकरणं कपालः. तर्हि कारणम् अधिकरणे भवेत् केन सम्बन्धेन इति प्रश्नः प्राग् तत्र उद्घाटितः. तत्र उत्तरमासीत् किं? तादात्म्यसम्बन्धः. अतः एव तादात्म्यरूपसम्बन्धः नाम तादात्म्य इति नाम नामकसम्बन्धः तत्र साधितः अस्माभिः. तत्र यः एषः सम्बन्धः वर्तते, अतः तत्र तदपि वयं दृष्टवन्तः. अतः कपालः स्वस्मिन् तादात्म्यसम्बन्धेन वर्तते. हा अग्रे. हा तत् आचार्य पृष्ठक्रमाङ्क 30 उपरि तादात्म्य अस्वीकारे कपालस्य घटकारणत्व असम्भव एव भवति इति दत्तम्. अतः एव तत्र आपतितं नाम तत्र तत्र अङ्गीकर्तव्यं भवति. तत्र अन्या स्थितिः तत्र नास्ति. अन्या स्थितिः नास्ति तत्र. अतः तत्र वयं अङ्गीकृतवन्तः अस्तु तत्र तादात्म्यसम्बन्धः अस्ति इति. अस्ति, अस्तु अग्रे. तथा च कपालः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन घटम् उत्पादयति. तत् कपालः स्वस्मिन् एव तादात्म्येन सम्बन्धेन, कपालस्य स्वस्मिन् तादात्म्यसम्बन्धः अस्ति, तादृशी सम्बन्धेन स्थित्वा एव तत्र कपालः घटः द्वयोः मध्ये समवायसम्बन्धः अस्ति. घटः इति कार्यं तस्यां स्थितौ, घटम् इति कार्यं भवति, कपालः इति कारणं भवति. अतः तत्र दत्तमस्ति तादात्म्येन स्थित्वा समवायेन घटम् उत्पादयति, तत् कार्यम् इति जनयति, जन्यद्रव्यः रूपेण कार्यं रूपेण घटः इति उत्पादयति. अत्र अत्र वाक्ये तत्र क्षम्यतां, अत्र अस्मिन् वाक्ये तत्र कपालः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन घटम् उत्पादयति. तत्र कपालः इति कारणं कार्यम्, कपाल इति कार्यं कारणं, कार्यं घटः अस्ति, घटं जन्य घटः इति अस्ति. समीचीनम्. अपि तत्र कपालः स्वस्मिन् तादात्म्येन स्थित्वा नाम अधिकरणे तादात्म्यं किं किमर्थम् उक्तं, केन सम्बन्धेन अधिकरणे अस्ति इति अत्र उक्तमस्ति. तादात्म्येन इत्युक्ते कारणं केन सम्बन्धेन अधिकरणे अस्ति. अपि स्थित्वा किमर्थं समवायेन घटम् उत्पादयति इति उक्तम्? तत्र घटस्य उत्पादनार्थं घट इति कार्यं यदि चिन्तयामः चेत् तत्र कारणं कपालः अस्ति. तत्र घटः, तत्र समवायः इति किमर्थम् उक्तम्? घटः कपाल द्वयोः मध्ये समवायसम्बन्धं वर्तते. अतः तत्र कपालः इति यदि वदामः तत्र किञ्चित् भ्रमः भवति नाम कपालः कारणमपि अस्ति अधिकरणमपि अस्ति, खलु? तत्र चित्रे कपालः कारणमपि अस्ति अधिकरणमपि अस्ति, खलु? अतः तत्र कपालः स्वस्मिन् इति वदामः नाम तत्र कपालः अधिकरणे स्वस्मिन् नाम कपाले तादात्म्यसम्बन्धेन नाम अत्र एतस्य सम्बन्धस्य उल्लेखः. पुनः स्थित्वा घटम् उत्पादयति, घटः इति कार्यं घटम् उत्पादयति किन्तु समवायेन न, तत्र कार्यं केन सम्बन्धेन अधिकरणे वर्तते इति अपि दत्तं खलु. तादात्म्येन इति किं वदति? कारणं केन सम्बन्धेन अधिकरणे अस्ति, तत्र कार्यकारणभावः यत्र वर्तते तत्र समान अधिकरणं भवेत्. कार्यस्य अधिकरणम् एव कारणस्य अधिकरणम्. तत्र कारणं केन सम्बन्धेन अधिकरणे वर्तते, कार्यं केन सम्बन्धेन अधिकरणे वर्तते इति अस्माभिः ज्ञातव्यः अंशः. तत्र अतः एव एतादृशं वर्णनं भवति. कपालः कारणं स्वस्मिन् अधिकरणे तादात्म्येन स्थित्वा समवायेन घटकार्यम् उत्पादयति. अत्र सम्बन्धः समवायः, अत्र सम्बन्धः तादात्म्यम् इति जानीमः. इत्युक्ते तत्र कारणम् अधिकरणे तादात्म्यसम्बन्धेन वर्तते, तथैव कार्यं कारणे समवायसम्बन्धेन कार्यम् अधिकरणे समवायसम्बन्धेन वर्तते इति स्पष्टमस्ति खलु भगिनि इदानीं तत्र. आम्, एतदेव तत्र एषा एव तत्र इच्छा अस्ति तत्र वर्णनस्य नाम स्पष्टता भवेत्. कार्यं कारणम् अपि अधिकरणं केन केन सम्बन्धेन तत्र अधिकरणे वर्तते इति. अपि समवायिकारणस्य स्थले तत्र कार्यम् अधिकरणे समवायसम्बन्धेन भवेत्, तदा एव तत्र अपि तादात्म्यसम्बन्धः भवति. नाम स्वस्मिन् अस्ति तदा एव तत्र समवायिकारणं भवति. अस्तु, समीचीनं भगिनि. इदानीम् अन्य कोऽपि वदेत्. धन्यवादः भगिनि. धन्यवादः. हा, चन्द्रमती भगिनि इदानीम् अग्रिम वाक्यं स्वीकृत्य किञ्चित् वदतु भगिनि. महोदय, एकः सन्देहः. तत्र रूपम् अस्ति, रूपं घटे वर्तते, तत्र कार्यकारणभावः अस्ति, समवायसम्बन्धः, परन्तु अधिकरणं समानम् इति कथं जि? तत्र रूपस्य अधिकरणं घटः एव किल? आम्, समीचीनम्. समान अधिकरणम् इत्युक्ते रूपस्य अधिकरणं घटः, घटस्य अधिकरणं घटः इति वा? इति एव खलु. तत्र चित्रं पश्यतु, घटः घटः घटरूपम् अधिकरणं घटः. अतः तत्र तादात्म्यस्य महत्त्वम् अस्ति. तत्र यदि तादात्म्यसम्बन्धः नास्ति चेत् वयं न वक्तुं शक्नुमः रूपं घटरूपं प्रति. तत्र नीलघटः अस्ति अथवा किमपि अस्ति, रक्तघटः रक्तवर्णघटः अस्ति, तत्र रक्तरूपं प्रति घटः कारणमिति न वक्तुं शक्नुमः यदि तादात्म्यसम्बन्धः नास्ति. नाम घटः अधिकरणे स्वस्मिन् भवेत् केन सम्बन्धेन इत्युक्ते तत्र सर्वत्र तादात्म्यसम्बन्धं, सर्वपदार्थः स्वस्मिन् तादात्म्यसम्बन्धेन वर्तते. अतः तत्र घटरूपमपि अधिकरणे घटे वर्तते, कारणं घटः कारणमपि अधिकरणे घटे तादात्म्यसम्बन्धेन वर्तते. अतः एव सामानाधिकरणीयं तयोः मध्ये भवति. समीचीनं भगिनि. हा, अस्तु, अग्रे चन्द्रमती भगिनी इदानीं. तथा च कपालः खडः आरभ्य वा घटः आरभ्य खडः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन रूपम् उत्पादयति, तथैव कन्दुकः अपि यां क्रियां जनयति. इदं च कपालखडादि यत् स्वस्मिन् तादात्म्येन सम्बन्धेन स्थित्वा समवायेन कार्यं जनयति तत् समवायकारण इति उच्यते, समवायिकारणम् इति उच्यते. अत्र घटः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन रूपम् उत्पादयति. खडः खडे तादात्म्यसम्बन्धेन तिष्ठति. खडः खडे अत्र अधिकरणमेव, समान अधिकरणमेव खडः खडे तादात्म्यसम्बन्धेन तिष्ठति. अनन्तरं समवाय रूपं खडे समवायसम्बन्धेन उत्पादयति. रूपमिति कार्यम् अस्ति, रूपं कार्यं अधिकरणे समवायेन उत्पादयति. तर्हि अधिकरणं किं खडग खड इति अधिकरणम् अधिकरणम् अस्तु, घट इति अधिकरणं समीचीनं. तर्हि रूपम् इति केन सम्बन्धेन घटे अस्ति? गुणः, रूपम् इति गुणः तद् समवायसम्बन्धेन खडे वर्तते. उत्तमम्. इदानीं कारणं, कार्यमस्ति रूपम्, अधिकरणमस्ति घटः, कारणं किमस्ति? कारणं कपालः कारणम् अस्ति. न न न, किं प्रश्न? कपालः खडं प्रति कारणम् अस्ति, खडः न अत्र कार्यं किम् अस्ति? अत्र कार्यं रूपम् अस्ति. रूपम्, अत्र कार्यं रूपम् अस्ति. रूपं प्रति किं कारणम् अस्ति? घटरूपं प्रति खडग कारणं. हा, कपालः न खलु? न, कपालः खडं प्रति एव कारणं. घटरूपं प्रति कारणं, खडरूपं प्रति खडग एव कारणं. हा, तर्हि घटः इति कारणं, खडग इति कारणं, कार्यं रूपं, रूपं कार्यं, कार्यं कारणे अधिकरणमस्ति घटः. भवती उक्तवती रूपं समवायसम्बन्धेन घटे वर्तते. इदानीं घटः इति कारणम् अधिकरणे केन सम्बन्धेन वर्तते? तादात्म्यसम्बन्धेन. हा, तादात्म्यसम्बन्धेन वर्तते. हा, अतः यदि एतत् वदामः तत्र घटः स्वस्मिन् तादात्म्येन स्थित्वा इति, तत्र एतस्य भागस्य वर्णनं खलु? खडः खडे तादात्म्यसम्बन्धेन वर्तते, रूपं खडे समवायसम्बन्धेन उत्पादयति. वर्तते, वर्तते, अथवा तस्य उत्पत्तिः भवति, नाम अधिकरणे कार्यम् अधिकरणे केन सम्बन्धेन वर्तते? समवायसम्बन्धेन. सम्बन्धेन कारणं केन सम्बन्धेन अधिकरणे वर्तते? तादात्म्यसम्बन्धेन. कारणं तादात्म्यसम्बन्धेन वर्तते अधिकरणे? अधिकरणे. कार्यं, कार्यं समवायसम्बन्धेन अधिकरणे वर्तते, वर्तते. हा, अस्तु, इदानीम् अग्रे. तथैव कन्दुके अपि कन्दुको अपि यां क्रियां जनयति. तादृशमेव कन्दुकं कन्दुके तादात्म्यसम्बन्धेन वर्तते. कन्दुकः अधिकरणमस्ति, अत्र कन्दुकं तादात्म्यसम्बन्धेन वर्तते, किन्तु क्रिया कन्दुके समवायसम्बन्धेन वर्तते. इति अस्ति, समीचीनं भगिनि. उत्तमम्, अस्तु, समीचीनम्. इदानीम् अग्रे, धन्यवादः भगिनि. इदानीं मृणालिनी भगिनि. धन्यवादः. धन्यवादः भगिनि. मृणालिनी भगिनि, इदानीं तत्र यथा तत्र वाक्यमासीत् घटः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन रूपम् उत्पादयति, तत्र घटः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन रूपम् उत्पादयति, अथवा तत्र कपालः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन घटम् उत्पादयति. प्रथम उदाहरणं स्वीकुर्मः, कपालः इति. तत्र कार्यं किं, कारणं किम्, अधिकरणं किम्, अपि सम्बन्धः कः इति किञ्चित् वदति वा? कपालः स्वस्मिन् अर्थात् अधिकरणे तादात्म्येन स्थित्वा समवायेन घटमुत्पादयति. तर्हि कारणमस्ति कपालः, कार्यमस्ति घटोत्पत्तिः. हा घटः समीचीनं घटः अपि अधिकरणं किम् अधिकरणं कपालः कपालः समीचीनं कारणम् अधिकरणे केन सम्बन्धेन वर्तते कारणम् अधिकरणे तादात्म्यसम्बन्धेन समीचीनम् अपि कार्यं केन सम्बन्धेन अधिकरणे वर्तते कार्यम् अधिकरणे समवायिसम्बन्धेन समवायसम्बन्धेन वर्तते उत्तमं हा इदानीं समीचीनं भगिनि इदानीं तथैव तत्र कन्दुको अपि यां क्रियां जनयति इति तद् तस्मिन् उदाहरणे हा वदतु तत्र कन्दुके क्रिया यत्र भवति क्रियां प्रति तत्र कन्दुकं कारणमस्ति खलु तर्हि तत्र एतादृशं वर्णनं करोतु तथैव कन्दुकः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन क्रियां जनयति क्रियां जनयति उत्तमं भगिनि हा उत्तमम् अस्ति हा अग्रे हा इदानीम् अग्रे इदं च इदं च कपालघटादि यत् स्वस्मिन् तादात्म्येन सम्बन्धेन स्थित्वा समवायेन कार्यं जनयति तत् समवायिकारणमिति उच्यते इदं च कपाल घट कन्दुकादि यत् स्वस्मिन् तादात्म्येन सम्बन्धेन स्थित्वा समवायेन कार्यं जनयति तद्भवति समवायिकारणमिति उच्यते तर्हि अर्थः कः ये कन्दुकस्य उदाहरणं स्वीकुर्मः तर्हि कन्दुकः स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा अर्थात् अधिकरणे स्थित्वा समवायेन कन्दुकक्रियां जनयति तर्हि अयं तत् तत्र कन्दुक तत्र समवायिकरणं किं भवति तत्र क्रियायाः समवायिकरणं किं भवति क्रियायाः समवायिकारणमस्ति कन्दुकः समीचीनं हा तत्र कपालघटादि इति तत्र अर्थः कः इदं च कपालघटादि इति कपालघटादि अर्थात् यत् कारणस्य विषये उक्तं कपाल समीचीनं नाम कपाल प्रथमोदाहरणे कपालः कारणम् आसीत् खलु द्वितीय उदाहरणे घटः कारणं घटरूपं प्रति प्रथमे उदाहरणे कपालः घट कार्यं प्रति कारणं द्वितीय उदाहरणे घटः अस्ति घटरूपं कार्यं प्रति कारणम् इत्यादि कन्दुकः क्रियां प्रति कारणम् इत्यादि यथा आसीत् उदाहरणेषु तत्र तत्र स्वस्मिन् यत् स्वस्मिन् तादात्म्येन सम्बन्धेन स्थित्वा समवायिनकार्यं जनयति तदस्ति समवायिकारणम् इति भवति तर्हि तत्र स्पष्टमस्ति खलु भगिनि आमां स्पष्टं सर्वेषु उदाहरणेषु कारणं तु समवायिकारणमिति हा समीचीनं तत्र कपालः समवायिकारणं घटः द्वितीय उदाहरणे घटः समवायिकारणं कन्दुकः तृतीय उदाहरणे समवायिकारणं तर्हि समवायिकारणम् इति स्थितौ तत्र कारणं केन सम्बन्धेन अधिकरणे वर्तते कार्यं केन सम्बन्धेन अधिकरणे वर्तते कारणं तादात्म्यसम्बन्धेन अधिकरणे वर्तते कार्यं समवायिसम्बन्धेन अधिकरणे वर्तते समवायसम्बन्धेन अधिकरणे वर्तते समीचीनं भगिनि हा तदा एव वयं समवायिकारणम् इति वक्तुं शक्नुमः अस्तु समीचीनं भगिनि हा अस्तु अग्रे धन्यवादः अग्रे योगेन्द्रमहोदय येन सम्बन्धेन अधिकरणे कार्यम् उत्पद्यते सः कार्यता अवच्छेदकसम्बन्धः भवति येन सम्बन्धेन च कारणं कार्याधिकरणे भवति सः कारणता अवच्छेदकसम्बन्धः सः च सम्बन्धः इतरकार्यताभ्यः प्रकृतकार्यता भिन्ना इतरकारणताभ्यश्च प्रकृतकारणता भिन्ना इति बोधयति तथाविधः प्रकृते समवायसम्बन्धः कार्यता अवच्छेदकः तादात्म्यसम्बन्धश्च कारणता अवच्छेदकः एवं च समवायसम्बन्ध अवच्छिन्नकार्यतानिरूपिततादात्म्यसम्बन्ध अवच्छिन्नकारणताश्रयत्वं समवायिकारणस्य लक्षणं पर्यवसितम् अस्तु वाक्यं महोदय एतादृशं वाक्यं तत्र नास्ति चेत् पुस्तके वयं न तत्र अस्माकं विश्वासं न भवति खलु न्यायशास्त्रं पठामः इति खलु एतावत् तत्र अस्तु अस्तु इति किन्तु इदानीं इति निरूपितमस्ति हा समीचीनं महोदय हा अस्तु इदानीं स्वपनेन पठामः अत्र येन सम्बन्धेन अधिकरणे कार्यम् उत्पद्यते सः कार्यता अवच्छेदकः अवच्छेदकसम्बन्धः अस्ति अतः समवायसम्बन्धेन अधिकरणे कार्यम् उत्पद्यते सः समवायसम्बन्धः कार्यता अवच्छेदकः अवच्छेदकसम्बन्धः भवति उत्तमं अग्रे येन सम्बन्धेन येन सम्बन्धेन च कारणं कार्याधिकरणे भवति सः कारणता अवच्छेदकसम्बन्धः तर्हि अत्र येन सम्बन्धेन च अतः तादात्म्यसम्बन्धेन तर्हि अत्र तादात्म्यसम्बन्धः तत्र कारणतायाः अवच्छेदकः भवति अवच्छेदकः सम्बन्धः भवति कार्यतायाः अवच्छेदकसम्बन्धः भवति समवायसम्बन्धः इत्युक्ते कार्यं यत् अस्ति तत् अपि कारणे स्थितः यः घटः अस्ति कारणम् अस्ति तत् अपि कारणे अस्ति इति अतः उभौ अपि कारणे अस्ति उभौ अपि अधिकरणे अस्ति अतः तत्र औच्छेदकसम्बन्धः भवति हा नाम तत्र समीचीनं महोदय अपि तत्र अग्रे स च इति तत्र अग्रे पठतु स च सम्बन्धः स च सम्बन्धः इतरकार्यताभ्यः प्रकृतकार्यता भिन्न इतरकारणताभ्यः च प्रकृतकारणता भिन्न इति बोधयति तत्र अनेके कार्यता तत्र अनेकाः कार्यताः स्युः अनेकाः कारणताः स्युः एकस्मिन् पदार्थे नाम तत्र कपाले तत्र कपाले तत्र किं तत्र कपाले तत्र घटः वर्तते खलु कार्यता नाम किं भवति कार्यता नाम कार्ये यः भावः अस्ति सः कार्यता आम् अस्तु यः भावः अस्ति तत् कारणता नाम कपालः कारणमिति चिन्तयामः अपि तत्र घटः इति कार्यम् इति चिन्तयामः कपाले कारणता वर्तते घटे कार्यता वर्तते खलु अपि तत्र कपालः कारणमस्ति घटं प्रति कारणमस्ति कपाले नीलरूपमस्ति चेत् नीलरूपं प्रति अपि कारणमस्ति तथैव तत्र अतः तत्र कपाले कारणता घटं प्रति कारणमिति कृत्वा कारणता अस्ति पुनः तत्र रूपं प्रति कारणमिति कृत्वा कारणता वर्तते अतः तत्र अनेके तत्र अनेकाः कारणताः स्युः किन्तु वयं दृष्टवन्तः तत्र अवच्छेदकधर्मेण तत्र भेदः वयं कः इति वक्तुं शक्नुमः अतः तत्र एषा कारणता प्रकृतकारणता नाम एषा कारणता भिन्ना इति बोधयति अतः नाम तत्र सः एव अवच्छेदकधर्मस्य अवच्छेदकसम्बन्धस्य कार्यम् एतत् कथं भिन्नम् इति बोधयति. अतः अतः अत्र अवच्छेदकधर्मः सम्बन्धः कः इत्युक्ते कार्यतायाः अवच्छेदकसम्बन्धः अस्ति समवायि क्षम्यतां समवायसम्बन्धः कारणतायाः अवच्छेदकः सम्बन्धः अस्ति कारणतायाः अवच्छेदकसम्बन्धः कारणं घटः अस्ति न कारणतायाः अवच्छेदकसम्बन्धः अस्ति तत्र तादात्म्यसम्बन्धः यतोहि तत्र अन्यसम्बन्धः अस्ति चेत् नाम अन्य कोऽपि सम्बन्धः अस्ति चेत् तत्र वयं जानीमः तत्र समवायिकारणं न भवति इति खलु. कारणं यदि अधिकरणे तादात्म्यसम्बन्धेन नास्ति किन्तु अन्येन सम्बन्धेन वर्तते चेत् वयं जानीमः तत्तु समवायिकारणं न भवितुम् अर्हति खलु. आं महोदय, किञ्चित् अवगच्छामि. नाम केन सम्बन्धेन अस्ति इति दृष्ट्वा एव वयं समवायिकरणम् अस्ति न वा इति निर्णेतुं शक्नुमः खलु. अतः एव तत्र अवच्छेदकः इति उक्तम् इति चिन्तयतु. अतः तत्र यथा भवान् उक्तवान् तत्र तथाविधः प्रकृते इति ततः आरभ्य पठतु महोदय. तथाविधः प्रकृतेः प्रकृते मूलविषये अस्माकं मूलविषये प्रकृते इदानीं यत् वयं पठन्तः स्मः तस्मिन् विषये समवायसम्बन्धः कार्यता औच्छेदकः तादात्म्यसम्बन्धः च कारणता औच्छेदकः इत्युक्ते कार्यं कार्यता कार्यं कार्यविषयः कार्यता इति भावः तत्र कार्यतायाः अवच्छेदकः समवायसम्बन्धः इत्युक्ते किमस्ति कार्यं केन सम्बन्धेन वर्तते अधिकरणे समवायसम्बन्धेन वर्तते इति एव तत्र सारांशः समवायसम्बन्धः कार्यता अवच्छेदकः इत्युक्ते कार्यम् अधिकरणे समवायसम्बन्धेन वर्तते तादात्म्यसम्बन्धश्च तादात्म्यसम्बन्धः च कारणता औच्छेदकः. अतः कारणता अस्ति तत्र तादात्म्येन सम्बन्धेन वर्तते परन्तु तादात्म्यसम्बन्धः कारणतायाः औच्छेदकः भवति. तर्हि कारणम् अधिकरणे कारणम् अधिकरण कार्यस्य अधिकरणे तादात्म्यसम्बन्धेन अस्ति तत्र विषयत्रयम् अस्ति खलु. नाम सर्वत्र तत्र किम् अस्ति कार्यमस्ति कारणमस्ति अधिकरणमस्ति अधिकरणमस्ति समान अधिकरणं भवेत् इति अस्ति. तर्हि कार्यं केन सम्बन्धेन अधिकरणे वर्तते कारणं केन सम्बन्धेन अधिकरणे वर्तते इति वक्तव्यं. वयम् उक्तवन्तः तत्र समवायिकारणस्थले सम्बन्धः सर्वदा तादात्म्यसम्बन्धः अतः तत्र अत्र समवायसम्बन्धावच्छिन्न समवायसम्बन्धः कार्यतावच्छेदकः अवच्छिन्न कार्यता निरूपिता एतावत् भवान् अवगच्छति खलु. समवायसम्बन्धावच्छिन्न कार्यता इत्युक्ते समवायसम्बन्ध अवच्छिन्न कार्यता इत्युक्ते समवायसम्बन्धेन कार्यता अधिकरणे कार्यतायाः अवच्छेदकः अस्ति समवायसम्बन्धः सम्बन्धः खलु. कार्यता अवच्छेदकः अस्ति समवायसम्बन्धः इति एव तत्र समवायसम्बन्ध अवच्छिन्न कार्यता अवच्छिन्न नाम तेन अवच्छिन्ना अस्ति कार्यता अवच्छेदकः अस्ति समवायसम्बन्धः कार्यता. इदानीम् अग्रे तया निरूपिता निरूपित तादात्म्यसम्बन्ध अवच्छिन्न कारणता इदानीं कारणता कीदृशी अस्ति तादात्म्यसम्बन्ध अवच्छिन्न अस्ति अवच्छेदकः सम्बन्धः कः अस्ति तादात्म्यसम्बन्धः तादात्म्यसम्बन्धः सः आश्रयत्वं कारणता आश्रयत्वं समवायिकारणस्य लक्षणं पर्यवसितम् इति लक्षणवाक्यं भवति समवायिकारणस्य लक्षणवाक्यं किं समवायिकारणमिति वक्तुं शक्नुमः यदा समवायिकारणम् एतादृशं समवायिकारणे एतादृशं लक्षणं भवेत् आम् एतादृशं यदा सम्बन्धः अस्ति तदा समवायिकारणमिति वक्तुं शक्नुमः अस्तु समीचीनं महोदय तत्र धन्यवादः इदानीं तत्र पुनः एकवारम् अस्मिन् वाक्यस्य निरूपणं कुर्मः धन्यवादः महोदय इदानीं तत्र धन्यवादः उषा भगिनी किञ्चित् तत्र प्रयत्नं करोति वा तत्र अन्तिमवाक्यं महोदय एवं च समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित इत्थं चेत् समवायसम्बन्ध कार्यतायाः अवच्छेदकधर्मः अस्ति समवायसम्बन्धः इति कार्यतायाः अवच्छेदकः समवायसम्बन्धः तदा एव कारणता अवच्छेदकः कारणतायाः अवच्छेदकः तादात्म्यसम्बन्धः भगिनि तत्र अस्तु तत्र लघुरूपेण प्रथमतया कुर्मः तत्र समवायि कारणस्य लक्षणं नाम लक्षणम् इति अस्ति तर्हि तत्र लक्ष्यं किम् अस्ति लक्षणं लक्ष्ये भवेत् इति समवायिकारणस्य लक्षणं समवायिकारणस्य लक्षणम् इत्युक्ते लक्ष्यं समवायिकारणं लक्ष्यं समवायिकारणं किम् इति प्रश्नः समवायिकारणं किम् इति प्रश्ने उत्तरमस्ति अस्तु समवायिकारणस्य लक्षणम् एतदस्ति समवायिकारणं किम् इति समवायिकारणम् इति लक्ष्यं तस्मिन् लक्ष्ये एतद् लक्षणं भवेत् तर्हि लक्ष्यम् अस्ति समवायिकारणम् अस्तु समवायिकारणे लक्षणं भवति तर्हि अन्तिमभागात् गच्छामः तत्र आश्रयत्वम् इति अस्ति तर्हि समवायिकारणम् इति यत् वदामः तस्मिन् आश्रयत्वं भवेत् नाम आश्रयः अस्ति समवायिकारणम् आश्रयः अस्ति अतः एव आश्रयत्वं तस्मिन् वर्तते तर्हि समवायिकारणं तत्र कपालः अपि तत्र घटः इति स्वीकुर्मः तर्हि कपालः इति लिखामः पुनः तत्र कपालः घटः इति तर्हि कपाले कारणता वर्तते खलु कपाले कारणता वर्तते तर्हि तत्र कारणता कीदृशी तत्र केवलं कारणता इति वदामश्चेत् तत्र अनेकाः कारणताः स्युः कपाले किन्तु एषा कारणता कीदृशी इत्युक्ते तत्र तस्य अवच्छेदकः धर्मः कः इति तर्हि अवच्छेदकः कारणता अवच्छेदकः तादात्म्यसम्बन्धः इति तर्हि यदि चित्रं लिखामः तत्र किं भवति तर्हि तत्र चित्रं लिखामश्चेत् तत्र किं किं भवति कपालनिष्ठ इत्युक्ते कपालनिष्ठ तादात्म्यसम्बन्ध. तत्र कपालः इति अस्ति, कपाले कारणता अस्ति, तत्र तादात्म्यसम्बन्धः अपि अस्ति. तादात्म्यसम्बन्धः कारणतायाः अवच्छेदकः धर्मः अस्ति. तर्हि सम्बन्धे अवच्छेदकता अस्ति, अवच्छेद्यता अस्ति, यतोहि तत्र दृश्यते वा भगिनि अवच्छेदकता, अवच्छेदकता, अवच्छेद्यता, अस्तु, अवच्छेद्यता अस्ति. तर्हि कपाले तादात्म्यसम्बन्धः अपि वर्तते, अपि वर्तते. कारणता कीदृशी इत्युक्ते तादात्म्यसम्बन्धावच्छिन्ना इति, तत्र शार्ट्कट् आसीत् खलु, अवच्छेदकता निरूपित अवच्छेद्यता आश्रया कारणता इति अनुक्त्वा, तदनुक्त्वा वयं केवलं तादात्म्य अवच्छिन्नकारणता कारणता इति उक्तवन्तः. तत्र शार्ट्कट् अत्र. तर्हि तादात्म्यसम्बन्ध अवच्छिन्नकारणता, कारणता आश्रय कारणं कपालः. अत्र कारणतायाः आश्रयः कपालः. तर्हि आश्रयत्वं कपाले वर्तते, वर्तते. एषा कारणता कया निरूपिता? कार्यता निरूपिता, कार्यता निरूपिता. कार्यता कीदृशम् इति चेत् समवायसम्बन्ध अवच्छिन्नकार्यता, तादृशकार्यता निरूपित तादात्म्यसम्बन्ध अवच्छिन्नकारणता. कारणे यत् कारणे अस्ति तत् तदा तथा तत् कपालः इति समवायिकारणम् भवति इति आगतम्. तर्हि तत्र अत्र वयम् एतदपि अत्र वक्तुं शक्नुमः, नाम तत्र कार्यनिष्ठ कार्यनिष्ठसमवायिसम्बन्धावच्छिन्न कार्यता निरूपित तादात्म्यसम्बन्धावच्छिन्न कारणता आश्रयत्वं समवायिकारणस्य रक्षणम् इति. अस्तु, समीचीनं भगिनि, धन्यवादः. तत्र धन्यवादः. किन्तु अग्रिमे वर्गे पुनः एकवारम् अस्य वाक्यस्य किञ्चित् विवरणं कुर्मः. स्पष्टता सरलमस्ति, एतत् सर्वं वयं जानीमः, किन्तु केवलम् अभ्यासः भवेत् इति कृत्वा भवति चेत् मनसि स्पष्टतया स्थापितं भवति तावदेव. अतः ततः आरभ्य वयम् अग्रिमे वर्गे सरामः तर्हि. अस्तु, न धन्यवादः, नमस्कारः. अग्रिमे वर्गे धन्यवादः महोदय. नमस्कारः, धन्यवादः. धन्यवादः महोदय. धन्यवादः, नमस्कारः. धन्यवादः.